पाणिनिं सूत्रकारं च प्रणतोऽस्मिं नित्रयम्। ॐ श्रीगुरुभ्यो नमः। नमस्कारः। अद्यतनपाठः तु इदानीं धातुविज्ञानं अस्ति। पूर्वतनवर्गे एतत् विषये अभवत् एव, किं किम् अभवत् चेत् अत्र स्वरविज्ञानं यत्र यत्र स्वरः अस्ति इति, अनुदातः उदातः स्वरितः इति, अनन्तरं स्वरचिह्नानि कथं भवति इति, एतदपि उपरि भवति वा अधः भवति वा कुत्रापि न भवति वा इति दृष्टम्। अनन्तरम् अत्र पदव्यवस्था अस्ति, पदव्यवस्था अत्र पदव्यवस्था अत्र त्रीणि सन्ति खलु, एतत् परस्मैपदी धातुः, अनन्तरम् आत्मनेपदिनः, अनन्तरम् उभयपदिनः। आत्मनेपदिनधातुः तु अत्र अनुदात्त नित आत्मनेपदम् इत्यनेनैव, यत्र नितः भवति तत्र एव अत्र अनुदातः इति ञकारसि इति संज्ञा भूत्वा अत्र धातुः आत्मनेपदिनः भवति इति वयं जानीमः। अनन्तरम् अत्र स्वरितनितः कर्तृ अभिप्राये क्रियापदे इति अस्ति। अत्र यत्र नितः अस्ति तत्र उभयपदिनः भवति, यत्र नकारः युतसंज्ञा भवति अत्र उभयपदिनः भवति, आत्मनेपदिनः अपि भवति परस्मैपदिनः अपि भवति। अनन्तरं शेषात् कर्तृपरस्मैपदम् इत्यनेन अत्र शेषात् यत्र नितः नास्ति, यत्र नितः नास्ति तत् समये यत् प्रत्ययम् आगच्छति एतत् स्वीकृत्य अत्र कार्यं करोति शेषात् कर्तृपरस्मैपदम् इत्यनेन। अनन्तरम् अत्र इदानीम् अभ्यासः अपि वयं कृतवन्तः। अनन्तरम् ईडव्यवस्था किम् अस्ति, यत्र इकारः श्रूयते इट् नाम किम्, प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् किङ्गेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, अत्र कृदन्तेषु अपि अस्ति, अनन्तरं तिङ्गेषु तिङ् तिप्तस्जि एतत् स्वीकृत्य अनन्तरम् इडुवहिं महिङ् इति आत्मनेपदिनः पर्यन्तम् अत्र यत् तिङ्गन्तमस्ति कृदन्तमस्ति तत्र एव तत् समये इकारः श्रूयते चेत् अत्र इडागमः इडागमस्य चिन्तनं भवति इति। अनन्तरं इत्संज्ञकेन अचुवर्ण एतत् इडुव्यवस्था पूर्वमेव दृष्टवन्तः। अनन्तरम् अत्र अनुदातः यत्र भवति अवशिष्टस्वरः अनुदात्तः चेत् यत्र अनुदात्तः स्वरः अस्ति तत्र अनीट् इति स्वीकुर्मः। अयम् अवशिष्टस्वरः उदात्तः स्वरितः वा, उदात्तः कुत्रापि रेखा नास्ति, अनन्तरं स्वरितः वा, स्वरितः अस्ति चेत् अत्र धातुः उदात्तः अस्ति, स्वरितः उपरि रेखा अस्ति चेत् तत्र धातुः सेट् इति भवति, सेट् इति भवति। अनन्तरम् अत्र प्रत्ययस्य स्वभावः किम् इत्युक्ते, अत्र आर्धधातुकस्य एड् बलादेः इति अस्ति, आर्धधातुकस्य एड् बलादेः इत्यनेन यत्र बल् प्रत्याहारः परे श्रूयते तत् समये इडागमस्य चिन्तनं भवति इति ज्ञातवन्तः। अनन्तरम् अत्र आद्यन्तौ टकितौ इत्यनेन यत्र कित् अस्ति, आद्यन्तौ टकितौ इत्यनेन टित् अस्ति पूर्वं भवति, कित् अस्ति चेत् परे भवति इति वयं जानीमः। अनन्तरम् अङ्गात् वलादेः, अङ्गात् वलादेः आर्धधातुक सेट् वलादेः इत्यनेन इत् भवति इति वयं जानीमः। अनन्तरं नेड्वशीकृति एतत्तु निषेधकसूत्रम्, एतत् कृत् प्रत्ययस्य आदौ वश प्रत्याहारे अन्तिमवर्णः अस्ति चेत् तस्य इडागमः न भवति, आदौ वश प्रत्याहारे, अनन्तरम् अत्र वश प्रत्याहारे वशीकृति इति इत्युक्तौ वशादौ कृति वश् इति प्रत्याहारम् आरभ्य आदौ इत्युक्ते प्रत्ययम् आदौ आगच्छति चेत् अत्र कृत् अपि अस्ति, कृत् कृदन्तं पूर्वमेव मया उक्तं, त्वा ल्यप् अनन्तरं उक्तवत् बुभूषु सन्नतम् एतत् सर्वम् आगच्छति चेत् यत्र कृत् आगच्छति तत्र नेड् वशीकृति इति सूत्रेण निषेधकसूत्रम् एतत् कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्तिमवर्णः अस्ति चेत् एतत् अत्र निषेधकसूत्रमस्ति. अनन्तरम् अत्र एका च उपदेश अनुदात्तात् एका चपि भवितव्यम्. अनन्तरम् उपदेश अनुदात्तात् उपदेशे उपदेश अवस्थायां मया उक्तं यत्र प्रत्ययमस्ति अनन्तरं सूत्रमस्ति आगमः अस्ति अनन्तरम् आदेशः भवति तत् समये उपदेश अवस्थायाम् अनुदात्तः अधः रेखा अस्ति चेत् तत्र एका च अस्ति अनुदातः अस्ति तत् समये औपदेशिकधातुः एतत्तु धातुविषये भवति एका च उपदेश अनुदातात् धातुविषये भवति एतदपि निषेधकसूत्रम् इदानीं निषेधकसूत्रं द्वौ स्तः एकः तु निर्वशीकृति अनन्तरं तु एका च उपदेश अनुदातात् इति अस्ति. अनन्तरं एतत् सर्वं वयं दृष्टवन्तः अस्ति. इदानीम् उदाहरणरूपेण अत्रैव स्थगितः गतवर्गे इदानीम् अधुना एकवारं समग्रं चिन्तनं क्रियताम्. अत्र अनुसूया भगिनी पठतु. अधुना एकवारं समग्रं चिन्तनं क्रियताम्. जिस्विदां धातुः इति धातुः इमं धातु दृष्ट्वा कीदृशी सूचना प्राप्तुं शक्ये अपि च कथं निरनुबन्धधातुः साध्ये. जिष्विदाम् अनुदात्तस्वरस्य अनुदात्त अस्ति अन्ते अनुदात्त आकारः अस्ति. अनुदात्तस्वरस्य आकारस्य इत्संज्ञा अतः धातुः अनुदात्तेत् अनुदात्तैत् भवति. अनुदात्तेत् अतः अनुदातनि अनुदात्त आत्मनेपदम् इत्यनेन धातुः आत्मनेपदी भवति. जिष्विदाम् आदिर्निकृतः इत्यनेन नि इत्यस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः च. इतः पर्यन्तम् अवगच्छति वा भगिनि? अवगच्छति वा? इदानीं निष्विधाम् इति अस्ति धा अत्र आकार उत्तरवर्ती आकारसहित अनुनासिकवर्णः इति सञ्ज्ञा भवति. इदानीं धातुः तु अनुदात्तः अस्ति रेखा तु अधः अस्ति अनुदात्तेत् अतः अनुदात्तमित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदिनः भवति. अनन्तरम् इदानीं पूर्वतनं नि अस्ति एतत्तु आदिर्निटुडवः इत्यनेन नि इत्यस्य इति संज्ञा अनन्तरं तस्य लोपः इत्यनेन पूर्णतया अत्र अपगच्छति. इदानीं किं किम् अत्र भवति अग्रे अत्र अनिल्कुमार् महोदय पठतु. आं महोदय. स्विदा आकार अनुनासिकः अतः उपदेशे अच् अनुनासिक इत् इत्यनेन तस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपश्च. एतत् वयं जानीमः एव अत्र अवशिष्टस्वरः किं किम् इदानीम् आकारः अनुनासिकः एतत् वयं जानीमः एव उपदेश अज अनुनासिक इत् इत्यनेन एव इत् भवति. अनन्तरं तस्य लोपः इति सूत्रम् अत्र आगत्य एव पूर्णतया लोपस्य भवति. अग्रे पठतु. अवशिष्टे धातौ प्रथमवर्णः इकारः किल न अत्र अस्माकं भ्रान्ति न भवेत्. विन्यासः तथा भाति किन्तु सा च केवलं लेखनस्य शैली. वस्तुतः आदिवर्णशकारः तर्हि आदिवर्णः सकारः तर्हि धात्वादेश स इत्यनेन सकारस्य स्थाने सकारः. इदानीम् अवशिष्ट करोतु अत्र प्रतिपादनं करोतु. आम् अत्र इकारमात्रा प्रथम दृश्यते, परन्तु इकार प्रथमवर्णः नास्ति, प्रथमवर्णः अस्ति शकार. सो शकारः अपि शकारः अपि धात्वादेशः इत्यनेन सूत्रेण सकारे परिवर्तयति. सो नूतनरूप स्विद् तालव्यसकारस्य स्थाने दन्त्यसकार दन्त्यसकारस्य स्थाने मूर्धन्यसकारः आगच्छति. एतत् न न मूर्धन्यसकारस्थाने तालव्य दन्ते आगच्छति. दन्ते मूर्धन्यसकारस्य स्थाने दन्त्यसकार आगच्छति, दन्त्यसकारः आगच्छति. मनसि स्थापनीयम् इदानीम्. अत्र योगेश महोदय अग्रे पठतु. स्यूताम् अस्ति तत्र आकारनासिका उद्देश्यजनक तत्र मते धात्वादेश इत्येन दन्त सकारस्थाने दन्तसकारः अभवत्, तत्परं स्विद् अभवत्. स्विद् इति निर्णुबन्ध धातु अत्र महोदय उपसर्गं द्वौ स्तः, निर् अनन्तरम् अणु इति उपसर्गं निरणुबन्धधातुः. एतत् सर्वम् अभवत् एव, इदानीं किमपि कार्यं नास्ति एव. निरणुबन्धधातुः अस्ति, लौकिकधातुः अभवत् स्वीत्. तत्परम् इति धातो अवशिष्ट स्वरः इकार इकार इकार तु नास्ति, स च इकार अस्तु. मतलब कि आम् अहं मत अत्र मत स च इकार उदात् अस्ति, स च इकार उदात्तः यतोहि मूलधातु तस्मिन् इकारे किमपि चिह्नं नास्ति, किमपि चिह्नं नास्ति इकारे, तत्कारणे उदात् अस्ति. अयं धातु एकाच् अपि अस्ति, कारणं किं कि एकाच् अस्ति, एकाच् उपदेशे नुदात्तात् इत्येन ईडागमनिषेध नास्ति. एकाच् उपदेशे अनुदात्तम् इत्येन ईडागमनिषेध नास्ति. कारणं किम् एकाच् तु अस्ति परन्तु अनुदात् नास्ति, तत्कारणे धातु निषेध नास्ति. एकाच् उपदेशात् निषेधं सूत्रमस्ति, तत्र निषेधं न भवति, अतः अयं धातु सेट् अस्ति. उत्तमम्. अत्र इदानीं निरनुबन्धधातुः अभवत् स्विद् एव अत्र कण्डिशन् द्वे अस्ति, एकाच् भवति चेत् तत्परम् अनुदात् अपि भवति चेत् किम् इदानीम् अत्र निषेधकसूत्रम् आगत्य कार्यं न करोति. किमर्थं चेत् अत्र एतत् अनुबन्ध निरनुबन्धधातुः इदानीम् अत्र किमपि कार्यं नास्ति एव. अनुदात नित आत्मनेपदे इति अत्र इति अपगच्छति, इति संज्ञा भवति. अत्र एतदपि अपगच्छति. इदानीं धातुः अत्र किं भवति चेत् स्विद् एव. अत्र इकारः इकारः उदात्तः अत्र, अतः तत्र एकाच् एकाच उपदेशे अनुदात्तात् इति सूत्रं न कार्यं करोति, अथवा तत्र निषेधकं नास्ति एव, अतः तत्र सेट् एव भवति स्विद् इति. अतः एव इकारः श्रूयते. एकः प्रश्नः अस्ति, निरनुबन्धधातुः इत्युक्ते किं महोदय? एतत् सर्वम् अभवत् खलु, निर् अनुबन्धधातुः. इदानीम् एतत् निरनुबन्धधातुः एव एतत् सर्वम् निष् विदामिति. एतत् दा इति अस्ति अनुदातनित आत्मनेपदम् इत्यनेन धातुः आत्मनेपदिनः भवति इदानीं. किमर्थं चेत् रेखादः अस्ति. अनन्तरम् अक्रमेण गच्छेमे चेत् अतः न अनन्तरं नी इति धातुः अपगच्छति इति भवति. किमर्थं भवति चेत् आदि नुटितवः. अनन्तरं द इति अस्ति. तत्तु सर्वम् अवगतं महोदय. निरनुबन्धधातु इत्युक्ते इदानीं धातुः पूर्णतया तत्र तिष्ठति तावदेव. निर् अनुबन्ध अनुबन्धम् इदानीं किमपि नास्ति, पूर्णतया तिष्ठति एव. एतत् सर्वम् अनुबन्ध अनुबन्धम् अस्ति. दाम् इति अस्ति अनुबन्ध. नी आम् द्वयो अनुबन्ध विषये अस्ति. महोदय अहं वक्तुम् इच्छामि, वदामि वा? वदतु महोदय. महोदय अनुबन्धधातु अस्ति. इति संज्ञा पूर्वं जो धातु अस्ति औपदेशिक अवस्थाय, तत्र मध्ये अनुबन्धधातु निर्नुबन्धधातु भवति इति संज्ञा परे न कि पूर्वं, यानि लौकिक धातु निर्नुबन्ध धातु. ओ ओके निरनुबन्ध धातु इत्युक्ते लौकिक धातु लौकिकरूपम्. औपदेशिकधातु निरनुबन्ध अस्ति. इदानीं पूर्णतया तिष्ठति महोदय. एकः प्रश्नः अस्ति अत्र, पृच्छामि वा? पृच्छतु महोदय. महोदय सूत्रमस्ति एकाच् उपदेशेनुदात् अस्तु, तत्र कथं जानामि किम् कि एक कण्डिशन् वन् सर्त् पूरयता मत्जकि तत्र मत्जकि का कार्यं पूर्णं भवति अन्यथा न भवति. जस्ट् लैक् अनुदात् नित आत्मनेपदम् अस्ति, अत्र अनुदात् अस्ति चेत् आत्मनेपदी भवति. नित् अस्ति तर्हि मत्ज आत्मनेपदी आत्मनेपदं भवति. परन्तु एकाच् अनुदात् अस्ति, तत्र मते एकसर्तं पूर्यं कृत्वा कार्यं न करोति महोदय. अत्र तु सुविधा अस्ति, मध्ये कथं जानामि एकाच् उपदेशेन दाता. अत्र त्रि कण्डिशन्स् त्रीणि कण्डिशर्तनानि सन्ति. एकाच् मुख्यं तत्परम् उपदेशेन उपदेश अवस्था तत् एवं तृतीय अनुदात्. त्रीणि कण्डिशन् पूर्यान्तं पूर्यान्तं तत्र निषेधसूत्रं भवति, अन्यथा न भवति. भवतः आहत्य प्रश्नः किं? मम प्रश्नः अस्ति, धातु एकाच् अस्ति लेकिन अनुदात नास्ति, तो निषेध सूत्रं कार्यं न करोति अत्र. परन्तु अन्यत्र एक सूत्रम् अस्ति अनुदात नित आत्मनेपदम्. तत्र अनुदात अस्ति तर्हि मत आत्मनेपदं भवति, या नित अस्ति तर्हि मत आत्मनेपदम्. एकशतं पूरयता कम्प्लीशन् भवति, तत्र मत आत्मनेपदं सूत्रं मत कार्यं करोति अत्र, न कि द्वि कण्डिशन् नास्ति. औट् आफ् टु वन् कण्डिशन् वुड् बि मत फुल्फिल्ड्, मत आत्मनेपदं तत्र कार्यं करोति. सूत्रे अस्ति, वदतु अनुसया वक्तुम् इच्छति वा? वदतु आत्मनेपदु इत् पदः इत् भवति, णकारः अपि इत् भवति, नकारः आत्मनेपदे इत् भवति चेत् अपि इडागमः भवितुं शक्यते. न प्रत्ययः नि प्रत्ययः इत् भवति चेत् अपि my meaning to say but is that out of two one condition is fulfilled atmane padam tatra bhavati even anyatra sutram bhavatah prashnah atra ekacha upadesha anudatat upadesha avasthaya atra ekacha asti chet anantaram anudatat atra anudata अस्ति चेत् अत्र इडागमस्य चिन्तनं नास्ति. अनन्तरं भवतः अनन्तरम् अनुदात्तनीते आत्मनेपदम् इत्यनेन यत्र अनुदात्तस्वरः अस्ति तत् समये अत्र इडागमस्य चिन्तनं नास्ति. अनुदात्तनीत आत्मनेपदम् चेदपि इति प्रत्ययः अस्ति चेदपि वर्णः अस्ति चेदपि आत्मनेपदं भवति. अनुदात्त इति भवति चेत् न इति भवति चेत् अपि आत्मनेपदं भवति खलु. आम् मित इति स्वीकुर्मः चेत् अत्र एतत् स्वीकृत्य एव अत्र आत्मनेपदः भवति चेत् आत्मनेपदं भवति. इदानीं शेषात् इद् स्वरितः नितः इति स्वीकुर्मः चेत् अत्र उभयपदिनः भवति. तत्र सेम् कण्डिशन् अस्ति अस्ति स्वरित् अस्ति चेत् मध्ये तत्र मध्ये कि उभयपदि भवति. नित् अस्ति चेत् स्वरित् मध्ये स्वरिते स्वरिते अस्ति चेत् मध्ये उभयपदि भवति. अन्यथा इत् अस्ति तर्हि अपि मध्ये कि उभयपदं भवति स्वरितः भवति. अस्तु अग्रे चरेम. इदानीम् अत्र म्यूट् करोतु. धातुस्वभावविषये लिखितमस्ति अत्र. इदानीम् अत्र अनुसय अवधेयमिति पठतु. मदम् अहं किल अस्पष्टं न अभवत् अत्र एकाच उपदेशेन दातात् सूत्रे एकाच उपदेश अनुदात सूत्रम् इदानीं यः धातुः औपदेशिकः इदानीं स्विदा इति स्वीकुर्मः चेत् औपदेशिकधातुः पश्यतु अत्र एतदेव औपदेशिकधातुः इदानीमेव भवता उक्तं खलु. इदानीम् एतत् कार्यम् अभवत् अनन्तरं निरनुबन्धधातुः इदानीम् अत्र स्वीकृत्य सिद्धि एव इदानीं तिष्ठति. एकाच् अस्ति चेत् उपदेश अवस्थायाम् अस्ति चेत् अनुदातः अस्ति चेत् अत्र इडागमस्य चिन्तनं नास्ति. समीचीनम् किशोरमहोदय अत्र एकास्तु अस्ति स्वीधातु एकास्तु अस्ति वन् कण्डिशन् फुल्फिल्ड् अस्ति अत्र अनुदात नास्ति. अनुदातः नास्ति अतः इदागमस्य चिन्तनं श्रूयते एव. समीचीनम् इडागमस्य चिन्तनम् अस्ति एव अनुदातः नास्ति. एकाच् अस्ति महोदय महोदय अहं वदतु वदामि महोदय वदतु वदतु. हा गुल्केश्वर महोदय बै डिफाल्ट् धातु इडागम अस्ति. ओके नौ दिस् इस् अ कण्डिशन् तत् कदा इडागम नास्ति सो बै डिफाल्ट् यु अस्यूम् इट् इस् इडागम एण्ड् इफ् दिस् कण्डिशन् कम्स् इट् सेस् दट् इडागम न कर् न भवति चेत् यु स्टाप् अदर्वैस् इट् इस् इडागम ओन्लि. पुनः वदतु धातुः बै डिफाल्ट् धातुमध्ये बै डिफाल्ट् इडागमः भवति तत् द कण्डिशन् बिलो just says that when to not put idagama. So ha to tatra ekach asti te ekach asti to tatra mati jage idagama na bhavati na na na na var mati ekach yadi anudata asti see atra ekach kim karanam asti ikarasya karanam ekach asti right see atra ekya swarah avshishyate is e sakara vakara ikara dakara so ikara is the eka ekameva swara tishtati anyat sarvam vyanjanam asti ekach asti to matlab ke अनुदात् अस्ति स्वरित् अस्ति तत् उदात् अस्ति महोदय द स्वरः द एकम् एव स्वरः यः तिष्ठति सः अनुदात्त अत्र सः अनुदात्त उपरि सूत्रे इत्संज्ञकस्वरः अनुदात्त भिन्नम् अस्ति अनुदात्त भिन्नम् अस्ति उपरि आकार अनुदात्त अस्ति अत्र इकार अनुदात्त नास्ति ओके स्वर भिन्न अस्ति सेम स्वर समानस्वर नास्ति द्विस्थाने उपरि आकार अनुदात्त अस्ति तत् कारणे आत्मनेपदी अत्र इकार अनुदात्त नास्ति चेत् इडागमः भवति द्वौ स्थाने भिन्नं भिन्नम् अस्ति समान स्वरः कार्यं न करोति महोदय मै क्वश्चन् इस् डिफरेण्ट् वन् अहं वदामि अत्र कैन्ड्लि लिसन् प्रोपर्ली अत्र इडागम विषये धातु विषये अत्र लिखितमस्ति अस्ति एकाच् उपदेशेन दत्तात् करेक्ट् अत्र कण्डिशन् टु अस्ति एकाच् धातु भवति चेत् एवम् अनुदात् अस्ति चेत् तत्र मते इडागमं न भवति निषेधात्मकसूत्रम् अस्ति अत्र उपयोगम् उपदेशानुसार आप्तर् मत निर्नासिक मत जो है धातु तत्र अस्ति मत आप्तर् मत इत् संज्ञा भूत्वा वी विल हैव टू डिसाइड धातु एकाच् अस्ति एम् अनुदात् अस्ति अहम् अत्र वदामि कि एक कंडीशन फुलफिल अत्र अस्ति स्विद् एकाच् धातु तो अस्ति एकाच् किमर्थम् एकाच् धातु अस्ति तु अहं वक्तुम् इच्छामि अत्र एकाच् धातु नास्ति खलु निष्विदा मध्ये अकार अस्ति इकार द्वे द्वौ इकार अस्ति न इकार न एकाच् अस्ति अत्र इकारान्त् उभधाय इकारान्त् अस्ति इकार अस्ति द्वौ इकार अस्ति एक आकार अपि अस्ति एकारः नास्ति हा नै कान् डिसैडेड् अकारं नास्ति तत्र ओन्लि इकारम् अस्ति स्वित् निषिद्धम् इति निरनुबन्धधातु निरनुबन्धधातु मध्ये न कार्याणि सर्वाणि अत्र अभवत् महोदय अत्र इदानीं पश्यतु अत्र किमपि कार्यं नास्ति इदानीं स्वित् एव तिष्ठति इदानीम् ईकारः प्रथमः श्रूयते एतत् ईकारः एव अत्र उदात्तः अस्ति अनुदात्त एतत् पूर्वम् अभवत् अनन्तरं उपदेश अवस्थायाम् एतत् अपि अभवत् इदानीम् अन्तिमधातुः किं भवति चेत् स्वित् इदानीमेव कार्यम् आरब्धम् ईकारः श्रूयते इकारः श्रूयते चेत् एव अत्र इडागमस्य चिन्तनं भवति इदानीम् इडागमस्य चिन्तनं भवति एव इदानीम् एका च उपदेश अनुदातात् इति निषेधकसूत्रम् अत्र कार्यं न करोति एव किमर्थं चेत् अत्र एकाच् अस्ति एकाच् इकारः अस्ति अनन्तरम् अत्र एतत् अन्ये प्राधान्यमुख्यविषयं किम् अस्ति चेत् उदात्तः अस्ति इदानीं यत्र स्वरितः चिह्नं नास्ति अनुदात्तः चिह्नं नास्ति चेत् अत्र वयं स्वीकुर्मः एतत्तु धातुः तु उदात्तः इति. इदानीम् उदात्तः अतः एव अत्र इदागमस्य चिन्तनं भवति. इदानीं समीचीनम् समीचीनं खलु महोदय? महोदय अत्र सूत्रम् अस्पष्टं नास्ति. फोर् एक्साम्पल् ऐ विल् टोल्ड् यु फोर् एक्साम्पल् ऐ टोल्ड् यु अनुदात्नित् आत्मनेपदम् अस्ति सूत्र. धातु अनुदात् अस्ति चेत् आत्मनेपदं तत्र भवति. एकनिमिषं महोदय, भवान् एतत् किमस्ति शृणोतु, एकवारं ध्वनिमुद्रं शृणोतु, अनन्तरमपि अत्र क्लेशः भवति चेत् पृच्छतु. इदानीम् अग्रे उच्चारयामः. अस्तु, अवधेयं भवान् एव पठतु अवधेयम्. इदानीम् अत्र समीचीनतया अत्र आगच्छति भवतः भवतः प्रश्नस्य उत्तरम् अत्रैव अस्ति. अयं धातुः उदात्तः किन्तु उदात्ते न, तत्र भेद अवगन्तव्य. इस्विदा इति धातु उदात्तः परन्तु अनुदात्ते. अस्तु, उदात्त इति कारणेन धातु सेट् अच्छा उदात्त इति कारणे धातु सेट् अनुदात्ते इति कारणे धातु आत्मनेपदी. अत्र क्लेशः अस्ति वा? पठतु अत्र अत्र अनुदात्तो अस्ति अनुदात्तो उदात्तो अस्ति इति कारणे सेट् भवति. महोदय अत्र उदात्तः किमर्थम्? अहं तु कन्फ्यूस्ड्. उदात् अस्ति न, धातु तु उदात् अस्ति. अनुदात् नास्ति, स्वरित् नास्ति, तत् कारणम् उदात् अस्ति अत्र. कारणं कोऽपि चिह्नं नास्ति, तत् कारणम् उदात् अस्ति तत्र. ओ सो वेन् यु से धातुः उदात्तः इत्युक्ते लौकिकरूपं धातु धातुमध्ये उदात्तचिह्नम् अस्ति, उदात्तः अस्ति. तत् कारणे धातु सेट् भवति. ओके, एण्ड् अनुदात्तेत इति मूलरूपं धातु मध्ये अनुदात्तः अस्ति. अस्तु ओ तत्तु अग्रे गत्वा अस्य स्वीधातु प्रयोगं कृत्वा यत्किमपि रूपम् अपेक्षितं तिगन्तं स्यात् वा कृदन्तं स्यात् प्रक्रियायां स्विद् इत्यस्य प्रयोग करणीय. प्रक्रिया स्विद् इत्यस्य प्रयोगः करणीयः. स्विद् इति निर्बन्धधातुः प्रक्रियार्थं सिद्धः. इदानीम् अत्र सीतः अन्ति अस्ति, एतत् कार्यम् अग्रे आगच्छतु. एतत् इदानीं सिद्धः अस्ति, प्रक्रियाकरणार्थम् अत्र सिद्धः रूपम् अत्र स्वेद् इति भवति. तावदेव अन्तिमरूपम् एतत् अनन्तरं सिद्धः अस्ति स्वेद् इति. तावदेव इदानीम् एतत्तु सिद्धः अस्ति प्रक्रियाकरणार्थं. तावत् अत्र अनुसय भगिनी पठतु धातूनां प्रवृत्तिः. धातूनां प्रवृत्तिः अजन्तधातवः आधिक्येन अनिटः, किन्तु तत्र सर्वे उकारान्त ऋकारान्ताः च सेट्. हलन्तधातवः आधिक्येन सेट्. हलन्तधातुषु त्रयाधिकशतकं धातवः अनिटः. इदानीं यत्र यत्र अजन्तं श्रूयते, अजन्तम् इत्युक्ते अकारः श्रूयते, यत्र अजन्तं श्रूयते आधिक्येन प्राधान्यतया अत्र अनिटः एव. एतत् मनसि स्थापनीयम्. अजन्तः अकारः अस्ति चेत् सर्वत्र अनिटः एव भवति. अनिटः मीन्स् न इट्, इडगमस्य चिन्तनं नास्ति यत्र अजन्तदातवः अस्ति चेत्. अनन्तरं यत्र ऊकारान्तदातवः अनन्तरं ऋकारान्तदातवः सर्वे सेटः भवति. अग्रे आगच्छति एतत् विषये चिन्ता मास्तु. अनन्तरं हलन्तदातवः यत्र हलन्तं श्रूयते अत्र यत्र यतः व्यञ्जनानि सर्वाणि अत्र हलन्तदातवः यत्र श्रूयते आधिक्येन सेटकैव अजन्तदातवः आधिक्येन अनिटः अस्ति. हलन्तदातवः आधिक्येन सेटः भवति. हलन्तदातुषु त्रय अधिक एकशतम् अस्ति चेत् एतत् सर्वाणि दातवः अनिटः भवति. हलन्तदातवः हलन्तदातुषु आधिक्येन सेटः भवति, परन्तु अत्र त्रय अधिकम् एकशतम् अस्ति चेत् एतत् निर्णयं भवति. एतत् धातुः एव अनितः सर्वाणि अन्यहलन्तदातवः सेटः भवति. तावदेव. इदानीम् अनिल् महोदय अग्रे पठतु अभ्यासः. अभ्यासः इतः पर्यन्तं प्रश्नः अस्ति वा? इदानीं तु कोऽपि नास्ति. अन्य अतः अग्रे पठतु अभ्यासः. अभ्यासः अत्र केचन भ्वादिगणीयाः धातवः सूचिताः. प्रत्येकं धातुः सेट् अनिट् वा इति निर्णेतव्यम्. आत्मनेपदी, उभयपदी, परस्मैपदी वा इत्यपि वक्तव्यम्. तदा लौकिकधातुः कः, लट्लकारे रूपं किम् इति सूचनीयम्. अन्ते सेट् अनिट् दृष्ट्वा त्रिजन्तस्य किं रूपं स्यात् इति अनुमानं क्रियताम्. त्रिच् नाम इडागमे यथा स्फर्दिता भविता, इडाभावे च यथा कर्ता वक्ता. अन्तिम द्वे वाक्ये न अवगतं महोदय. केचन भुवादिगणेः धातवः सूचिताः. प्रत्येकं धातुः सेट् अनीट् वा इति निर्णेतव्यम् अत्र अधः आगच्छति इति अहं मन्ये. अत्र यत् अनिट् पदमस्ति, यः इट् पदमस्ति इति अत्र निर्णेतव्यम्. अत्र अजन्तदातवः आधिक्येन अनिटः भवति यत्र अकारः श्रूयते. अनन्तरं हलन्तदातवः आधिक्येन स्वरः अकारः अच् प्लस् अन्त स्वरः अच् स्वरः, परन्तु अत्र ऊकारान्तदातवः ऋकारान्तदातवः सेट् अस्ति. एतत् मनसि स्थापनीयम् विशेषणतया. अस्तु, इदानीं हलन्तदातवः आधिक्येन सेटः भवति. एतदपि अग्रे आगच्छति. इदानीम् उदाहरणरूपेण अत्र तृच् अस्ति. तृच् इति भविता इति भविता इति इडागमस्य चिन्तनं श्रूयते. इडागमः यथा स्पर्धिता इति भवति, स्पर्धनं काम्पिटिशन्, स्पर्धिता भविता. इडागमस्य इडागम अभावः कुत्र भवति चेत् कर्ता अत्र वक्ता इति तत्र दत्तम्. एतत् विषये इतोपि किञ्चित् अग्रे अपि अस्ति. इगि गतौ इन् पठतु. इगि गतौ इङ् सेट् परस्मैपदी इङ्गति त्रिचि इङ्गिता. अत्र पश्यतु अत्र किमर्थं सेट् अस्ति. धातुः स्वीकृत्य अत्र वदतु. इगि इति अस्ति इकारस्य अनुनासिकवर्णः, परन्तु अत्र स्वरितः नास्ति, अनुदातः नास्ति. अतः किं स्वीकुर्मः अत्र? उदात् अतः उदात्तः यत्र अस्ति अत्र किं भवति? उदात्तेत. न अत्र किं भवति? उदात्तः अस्ति चेत् अत्र सेट् भवति वा न भवति वा? प्रथमं ऐ हाव् टु गो टु द लौकिकरूपं, रैट्? लौकिकरूपं स्वीकुर्मः न स्वीकुर्मः, अत्र धातुः इगे अस्ति. अत्र उदात्तस्वरः अनुदात्तस्वरः न, अत्र अनुदात्तस्वरः स्वरितस्वरः अस्ति वा नास्ति वा? किमपि नास्ति खलु महोदय? अतः तत्र उदात्तः इति स्वीकुर्मः चेत् यत्र उदात्तः अस्ति अत्र सेटः भवति एव खलु? न महोदय, अनुनासिक अनु लोप अनन्तरं वि नीड् टु डिसैड् रैट्? हौ कन् वि डिसैड् बिफोर् दट्? इदानीं स्वित् अस्ति खलु? आम्, परन्तु अत्र तु लौकिकरूपम् अस्ति. एतत् लौकिकरूपम्, एतदपि अत्र किमपि निरनुबन्धकार्यम् अत्र किमपि इगे इति अस्ति खलु? अत्र अत्र इकारस्य लोप, इकारस्य इत्संज्ञा तस्य लोप अस्ति रैट्? इत्संज्ञा भवति तत्र. हा, सो इग् तिष्ठति तत्र, नकार किमर्थम् आगच्छति अहं न जानामि, परन्तु इङ्ग् नकार तु कारणं इति धातुः अस्ति तु तत् कारणं यदि धातुः अस्ति चेत् आमाम् अस्तु अवगतं. तत्र इङ्ग् अस्ति. सो इङ्ग् इति अत्र इङ्ग् मध्ये इकार इ उदात्त अस्ति, तत् कारणात् इडागमः भवति. अत्र मध्ये नकारः खलु श्रूयते? न श्रूयते. एतत् पूर्णतया द्रष्टव्यम् इति तु न धातोः इति नकार श्रूयते. एतत् प्रक्रिया अस्ति, इदानीं प्रक्रियाचिन्तनं नास्ति एव, प्रक्रियाचिन्तनं नास्ति. हिगि इति द्वादयदातवः, अत्र किमर्थं मध्ये नकारः आगच्छति चेत् एतत् सूत्रमस्ति इति तु न धातोः इत्यनेन एव अत्र इङ्ग् एतत् अत्र स्थापितम्, इङ्ग् इति आगच्छति तावदेव. अत्र किमर्थं सेट् भवति चेत् अत्र एतत्तु उदात्तः अस्ति. इङ्ग् उदात्त अस्ति, नाट् इगि, इगि न. अनुबन्धलोपानन्तरं न अत्र धातुः तु इगि एव, अत्र उदात्तः एव. अत्र स्वरितचिह्नं नास्ति, अनुदात्तचिह्नं नास्ति, अतः तत्र इगि इति अत्रैव स्वीकुर्मः. अनन्तरं प्रक्रिया अनन्तरम् एव एतत् इङ्ग् इति भवति. पूर्णतया पूर्वमेव एतत् सेट् एव? न महोदय, पूर्ण सेट् एट् वि केन् डिसैड् ओन्लि आफ्टर् लौकिकरूपं. अजन्तदातवः एतदपि अस्ति, एतदपि अस्ति. भवान् किम् इदानीम् उक्तवान्, एतदपि कार्यं भवति एव. अनुबन्धलोपानन्तरम् औपदेशिकदातवः सन्ति चेत् अनुबन्धलोपानन्तरमेव यत्र धातुः तिष्ठति तत् धातुः तु अत्र कार्यं भवति. अनुदातः वा उदात्तः वा स्वरितः वा इति लौकिकरा धातुः स्वीकुर्मः चेत् अनन्तरम् एव एतत् सेट् अस्ति वा अनीट् अस्ति वा इति स्वीकुर्मः. तत् सत्यमेव, परन्तु अत्र हलन्त हलन्तान्त धातुः अस्ति. अत्र गकार इस् हलन्त्यम्, so that's why it is set. halanta dhatava adhikena set halanta dhatava dhatu dhatu nasti tat karane set bhavati. ham trichi iti asti chet atre ingita iti antiparu trichi ta iti bhavati atha tatre ingita. इदानीम् अत्र धातुः किमपि चिह्नं नास्ति, एतत् मनसि स्थापनीयम्. अत्र चिह्नम् अनुदातः नास्ति, स्वरितः नास्ति, झटिति वक्तव्यम् उदात्तः. उदात्तः अस्ति, अतः उदात्तः अस्माकं कृते किं भवति ज्ञापकम्? उदात्तः अस्ति चेत् सेटः, सेटः न महोदय, अत्र उदात्तेन अस्ति चेत् उदात्तेत अस्ति चेत् परस्मैपदी अस्ति. इदानीं इडागमस्य चिन्तनम् इदितोनं धातोः इति स्वीकुर्मः चेत् अत्र इङ् इति अन्ते आगच्छति, अनन्तरम् अत्र तृच् योजने. वदतु वदतु महोदय, किम् इङ् इङ् सेट् धातु अस्ति तत् कानि इङ्गिता अभवत्? इङ्गे कारणं किम् अनुदात् नास्ति तत् कारणे एकास्तु अस्ति अनुदात् नास्ति तत् कारणे सेट् भवति. अस्तु, अनन्तरम् एतत् एतत् हलन्तदातवः आधिक्येन एव सेटः भवति खलु. अजन्तदातवः आधिक्येन अनिटः भवति, अनन्तरं हलन्तदातवः आधिक्येन सेटः भवति. एतदपि मनसि स्थापयतु. अत्र रुङ् अग्रे पठतु अनिल् महोदय. रुङ् गतिरेषणयोः निधि निद्रिं कुत्सासनिकसयोः इषा गतिहिंसादक्षम्यता महोदय, इषा गतिहिंसादर्शनेषु प्रापणे विषु सेचने वे तन्तुसन्ताने मस्कगतौ रमराभस्य चकतृप्तौ खीक्षये राज्ञी दीप्तौ घृत्लो अदने सुठि शोषणे कै शब्दे. इदानीं एकमेकं स्वीकृत्य अत्र अत्र कार्यं करणीयम्. अत्र आधिक्येन अजन्तम् अस्ति वा न तु अलन्तम् अस्ति वा, यत्र किं भवति इडागमस्य चिन्तनं भवति वा अनिटः भवति वा इति करणीयम्. रुङ् इति गतिरेषणयोः इति अस्ति रुङ्. अत्र चिह्नं किं भवति? अत्र नकारस्य संज्ञा अस्ति चेत् नित् कारणेन परस्मैपदी भवति न उभय उभय उभयपदी न भवति. किं भवति इदानीं? ज्ञकारः कुत्र श्रूयते? अनुदात्नित् अस्ति तो त्वनित् अस्ति अत्र तत्काल अनुदात् भवति. आत्मने आत्मने आत्मने आत्मने आत्मनेपदे आत्मनेपदे भवति. आमां क्षम्यता. अनन्तरं शेषात् एव अत्र इदानीं पश्यतु अतः तत्र आमां सो अत्र रु अवशिष्यते. आत्मनेपदी तु अवगतं. रु अत्र उकारस्य अनुदात्तचिह्नम् अस्ति अत्र अत्र इट् लैक् द निषेधकसूत्रं निषेधकसूत्रं कार्यं करोति कार्यं करोति. एकाच् अपि अस्ति वरनुदात् अपि अस्ति तत्कारणे तत्र निषेधात्मकसूत्रम् एकाच् उपदेशेन दात्तात् सूत्रं कार्यं करोति तत्कारणे इडागमनं न भवति. तत्तु अनिट् भवति. अनन्तरं भवती पठतु अत्र अनुसूयभगिनी. सरितः अस्ति कृत्स्नानिकर्षयोः कृत्स्नानिकर्षयोः ईशः गतिहिंसा दर्शनेषु न न न न एतत् द्वितीयधातुः स्वीकृत्य कार्यं करोतु. इदानीं अनिल् महोदयेन कृतं खलु तादृशं करोतु. उपदेशे अनुनासिक इति सूत्रेण ऋकारस्य अनुनासिकऋकारस्य इत्संज्ञा भवति. निद् एव अवशिष्य रूपम् आदिर्निटुडवः इति सूत्रेण आदौ स्थितः. एतत् किमर्थम् नी एव धातुः खलु एतदपि अवगच्छ एतदपि अवगच्छति चेत् अत्र किमपि न दृश्यते अत्र नि इति धातुः एतत् स्वरितः अस्ति यत्र स्वरितः भवति चेत् किं भवति उभयपदिनः भवति अनन्तरम् अत्र स्वरितः अस्ति चेत् अत्र किं भवति शेटः भवति वा न भवति शेट् स्वरित नित् अस्ति चेत् स्वरित नित् अस्ति चेत् अनित् भवति पूर्वम् उत्तमं पूर्वमेव दृष्टवन्तः शेटः उदातः उदातः स्वरितः अस्ति चेत् शेटः भवति इति पूर्वमेव दृष्टवन्तः कुत्रापि एतत् लेखनीयं भगिनि अजन्तदातवः आधिक्येन अनितः कुत्रापि वयं दृष्टवन्तः खलु अत्र उदातः अस्ति चेत् अत्र उदातः अस्ति चेत् शेटः भवति इति अनन्तरं स्वरितः अस्ति चेत् अपि शेटः भवति इति पूर्वमेव दृष्टवन्तः अस्तु इदानीम् अत्र नि इति तिष्ठति खलु एतत् स्वरितचिह्नम् अस्ति अत्र किमपि किमपि अत्र अनिल् महोदयेन वक्तुं वदति चेत् वदतु किशोर् महोदय अत्र किं कार्यं महोदय निर्दातु अस्ति ऋकार अनुनासिक उपदेशजनुनासिक सूत्रेण इति संज्ञा भवति निद् अवशिष्यते निद् मत् तत्र नून कार्यं करोति नून मत् कार्यस्य नकारस्य हा अत्र पश्यतु एतत्तु निद्रु इति तिष्ठति अत्र स्वरितचिह्नं भवति स्वरितचिह्नं भवति खलु यत्र स्वरितचिह्नं भवति अत्र उभयपदिनः भवति इति पूर्वमेव वयं दृष्टवन्तः अनन्तरं स्वरितः यत्र अस्ति तत्र किं भवति सेट् भवति खलु अस्ति वा अत्र प्रश्नः वदतु स्वरितकारणे सेट् न भवति बै डिफाल्ट् सेट् भवति अत्र सेट् भवति स्वरितः यत्र भवति अनन्तरं स्वरितचिह्नं यत्र भवति अत्र समीचीनतया ज्ञातव्यम् उभयपदिनः इति अनन्तरम् आधिक्येन अत्र आधिक्येन स्वीकुर्मः चेत् अत्र किं भवति हलन्तदातवः आधिक्येन शेटः भवति एतदपि एकं निमित्तम् अस्ति खलु स्वरितचिह्नमपि निमित्तमस्ति अतः तत्र निद्रो इति स्वीकुर्मः चेत् अत्र स्वरितचिह्नमस्ति अनन्तरम् एतत् हलन्तदातवः अस्ति अतः तत्र उभयपदिनः भवति शेटः अपि भवति एतदेव इतः पर्यन्तम् अवगच्छति प्रश्नः अस्ति चेत् पृच्छतु अनिल् महोदय किशोर् महोदय अनुश्रेय अस्तु अनन्तरम् अनिल् महोदय पठतु इशा कति हिंसादर्शनेषु अत्र अकार अनुनासिक अकार अनुदात अस्ति अनुदात् ओके सो तत्कारण तस्य लोप इति संज्ञा भवति तस्य लोपानन्तरम् इष् एव तिष्ठति सो अत्र अनुदात्तेत अस्ति तत्कारणात् आत्मनेपदी अस्ति किं पदिनः अनुदात्तस्वरः अस्ति हा सो धातु अनुदात्तेत अस्ति तत्कारणे आत्मनेपदी भवति तत्कारणे आत्मनेपदी भवति इदानीम् अत्र स्वरः अनुदातः अस्ति अतः अनिट् वा न न महोदय वित् देट् ऐ कान् डिसैड् आफ्टर् देट् इदानीम् एतत् धातु एकाच् अपि अस्ति एकाच् अपि अस्ति एकाच् इकार एक एव स्वर तिष्ठति तत् उदात अस्ति तत् कारणेत् निषेधक नास्ति तत् तत् कारणात् सेट् भवति उत्तमम् अत्र ईशो इति अकार उत्तरवर्ति अनुनासिकवर्णः अपगच्छति अत्र अपगच्छति चेत् अत्र इष् एव तिष्ठति इष् खलु इदानीं किं भवति काष्ठो अस्ति परन्तु मतो अनुदात् नास्ति तत् कारणे निषेधात्मक नास्ति अतः किं भवति इदानीं पूर्वं दृष्टवन्तः खलु इदानीं स्निग्ध अस्ति खलु तादृशमेव अन्ते अत्र इदानीं ईश् तिष्ठति अथवा तत्र इदानीं भवान् वदतु किशोर् महोदय आं महोदय वः धातुः अस्ति तत्र नासिक अकारस्य संज्ञा भवति तस्य लोपेन सूत्रेण लोपः भवति वः अवशिष्यते वः अत्र मत्य कि अत्र धातु उदात् अस्ति हा धातु उदात् अस्ति तत् कारणे शेषात् प्रश्नपदी भवति उदात् नास्ति अनुदात् नास्ति महोदय तत्र संज्ञा नास्ति न तत्र अनुदात् हा सो स्वरिते उदात् उदात् अस्ति न उदात् अस्ति तत् कारणे मत्स्य तत्र शेषात् कर्तरि प्रश्नपदं कार्यं करोति उदात् नास्ति महोदय स्वरित अस्ति महोदय स्वरितेत् नास्ति स्वरित अस्ति स्वरितेत् नास्ति स्वरितेत् तत् कारणे महोदय स्वरितेत् अस्ति हकार अनुनासिक एक निमिष महोदय हा स्वरित अस्ति क्षम्यतां तत्र मत लिखितमस्ति स्वरित अस्ति तत् कारणे तत् कारणे उभयपदी भवति सम्यक् वा तो तो स्वरितो भवति तत्परम् अभवत् वा अवशिष्यते वा तत्र मत कि अनुदात् अस्ति अनुदात् अपि अस्ति एकाच् अपि अस्ति तत् कारणे निषेधात् ईडागमं न भवति अतः तत्र अनेट् भवति इदानीम् अग्रे कुर्मः अग्रिमवर्गे कुर्मः अत्र अनिल् महोदय सहना वदतु पठतु अत्रैव अस्ति ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहे तेजस्विनावधीतमस्तु मा विद्वेषावहे ॐ शान्तिः शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः अत्र किं कार्यम् अग्रे अस्ति इति किञ्चित् मनसि स्थापयतु अनन्तरं चिन्तनमपि करोतु सर्वेभ्यः धन्यवादः नमस्कारः शुभदिनं धन्यवादः।